तर्हि अस्माकं तिङ्गप्रत्ययस्य निर्माणम् इति विषये लट् लकारे परस्मैपदिधातूनां कृते, लोट् लकारे परस्मैपदिधातूनां कृते किं किं कार्यं कानि कानि कार्याणि सन्ति, सूत्राणि कानि कानि सन्ति इति तु सर्वम् अस्माभिः दृष्टं। तर्हि कस्यापि प्रश्नः अस्ति वा लट् लकारस्य लोट् लकारस्य तिङ्प्रत्ययानां निर्माणकार्ये? कस्यापि प्रश्नः अस्ति वा? न महोदय, इतोपि किञ्चित् पठितव्यम् एव तत्र तातङ्गि अत्र तत् कथं भवति इति निच्च इति तत्र किञ्चित् क्लेशः आसीत् मम। अस्तु, तर्हि शास्त्रीयचिन्तनम् आसीत् खलु तत्र किमर्थम्? आमां, तत्र अस्माभिः तत् सप्ताहद्वाभ्यां पूर्वम् अस्माभिः तत्र तस्मिन् विषये दीर्घ अस्माभिः चिन्तनं कृतं। तत्र एकवारं ध्वनिमुद्रणं शृणोतु। अधुना 15th मार्च् इति दिनस्य। तर्हि तत्र यदि अहं वदामि तर्हि तत्र किमस्ति, अलोन्त्यस्य इति सूत्रमस्ति, तत् वदति अन्त अलस्य स्थाने आदेशः भवति। तस्य अपवादः सूत्रमस्ति अनेकाल्षित् सर्वस्य, नाम यदि आदेशः अनेकाल् अस्ति अथवा षित् अस्ति तर्हि सः आदेशः सम्पूर्णस्थानिनः स्थाने आगच्छति। ततोपि अग्रे तस्यापि अपवादः अस्ति निच्च, इत्युक्ते यदि आदेशः नित् अस्ति तर्हि यद्यपि तत् अनेकाल् अस्ति, नित् अस्ति चेत् तत्र अन्त्यवर्णस्य स्थाने आगच्छति इति वार्ता अस्ति। परन्तु तातङ्ग् इति विषये किञ्चित् क्लेशः अस्ति। तातङ्ग् इति अनेकाल् अपि अस्ति, नित् अपि अस्ति। तर्हि निच्च इति सूत्रस्य अपवादत्वेन कार्यं भवेत्? यदि इति वयं चिन्तयामः तर्हि तत्र सम्यक् रूपं न निर्मीयते। तत्र तत् तात् इति भवति, परन्तु सम्यक् रूपमस्ति तात्। तर्हि अस्य क्लेशस्य निवारणार्थं तत्र सिद्धान्तकौमुद्यां वाक्यमस्ति। तस्य वाक्यस्य यत् अर्थः अस्ति तद् एकमेव अस्ति, यत् यदि आदेशः अस्ति नित् आदेशः, यदि तस्मिन् आदेशे नित्वस्य एकम् एव प्रयोजनम् अस्ति, नाम अन्त्य आदेशः, तदैव निच्च इति सूत्रम् अपवादत्वेन कार्यं करोति। उदाहरणमस्ति अचिष्णु धातुभ्रुवां युवोर् यङ् वङ्गौ। तत्र इकारान्त उकारान्त धातोः तत्र स्थाने इयङ् उवङ्ग क्रमशः आगच्छति। तर्हि तत्र इयङ् उवङ्ग आदेशौ स्तः, तत्र नकार यत् अस्ति तस्य एकमेव प्रयोजनं, तस्य प्रयोजनम् अस्ति अन्त्यादेशः, नाम इयङ् उवङ्ग अन्तिमवर्णस्य स्थाने भवतु इति तस्य प्रयोजनम् अस्ति। अतः तत्र निच्च इति सूत्रम् अनेकाल्षित् सर्वस्य इति सूत्रस्य अपेक्षया अपवादत्वेन कार्यं करोति। परन्तु यत्र यत्र नित्वस्य एकमेव प्रयोजनं नास्ति अपि तु बहूनि प्रयोजनानि सन्ति, तत्र कार्यं भिन्नं भवति। तत्र तातङ्ग् इति प्रत्ययमध्ये नकारस्य केवलम् अन्त्यादेशः इति प्रयोजनं नास्ति, तस्य भिन्नभिन्नप्रयोजनम् अस्ति। उदाहरणार्थमस्ति, एकं प्रयोजनमस्ति गुणनिषेधः। निति च इति सूत्रेण यदि प्रत्ययः नित् अस्ति तस्य तेन कृत् नित् अस्ति तर्हि तेन गुणकार्यं न भवति। अतः नित्वस्य एकं प्रयोजनम् अस्ति गुणनिषेधः, नित्वस्य अन्यप्रयोजनम् अत्र अस्ति वृद्धिनिषेधः, तदनन्तरं नित्वस्य अन्यप्रयोजनम् अस्ति सम्प्रसारणम्। सम्प्रसारणम् इत्युक्ते किं? यत्र यथा यण् सन्धिमध्ये इक् प्रत्याहारस्य वर्णस्य स्थाने यण् प्रत्याहारस्य वर्णः आगच्छति, सम्प्रसारणे विपरीतकार्यं भवति, यण् प्रत्याहारस्य वर्णस्य स्थाने इक् प्रत्याहारस्य वर्णः आगच्छति। उदाहरणार्थमस्ति ग्रहधातु अस्ति, ग्रहधातु धातु अस्ति ग र अ अह, परन्तु यदा क्त अथवा क्तवतु प्रत्ययः अस्ति तत्र रेफस्य स्थाने ऋकारः आगच्छति, गृहीतः इति भवति अथवा गृहीतवान् इति भवति, तत् सम्प्रसारणस्य उदाहरणं। तर्हि सम्प्रसारणमपि तदैव भवति यथा प्रत्ययः णित् अस्ति अथवा कित् अस्ति। तर्हि अत्र तातङ्गविषये णकारस्य अन्यप्रयोजनम् अस्ति सम्प्रसारणम्। तर्हि अत्र णकारस्य भिन्नभिन्नप्रयोजनानि सन्ति। तर्हि सिद्धान्तकौमुद्यायाः वाक्यं वदति यत् यदि भिन्नभिन्नप्रयोजनानि सन्ति तदा णित्वस्य अपवादत्वं न भवति। तदा यत् अलोन्त्य अनेकाश्चित् सर्वस्य इति सूत्रमस्ति तस्य अपेक्षया निच्च इति सूत्रम् अपवादः न भवति, तयोः उभयोः समानं बलं भवति अथवा विप्रतिषेधं भवति। वयं जानीमः यदा विप्रतिषेधं भवति तदा परसूत्रं कार्यं करोति। नित्व निच्च इति सूत्रस्य अपेक्षया अनेकाश्चित् सर्वस्य इति सूत्रं परसूत्रमस्ति, अतः अत्र अनेकाश्चित् सर्वस्य इति सूत्रं कार्यं करोति, अतः सम्यक् रूपं निष्पद्यते, तात् इति भवति न तु तत्तात् इति अस्ति। तर्हि नित्वस्य यदि एकमेव प्रयोजनमस्ति अन्त्यादेशः तर्हि अपवादत्वेन निच्च इति सूत्रं कार्यं करोति अनेकाश्चित् सर्वस्य इति सूत्रस्य अपेक्षया। परन्तु यदि नकारस्य बहूनि प्रयोजनानि सन्ति तर्हि निच्च अनेकाश्चित् सर्वस्य अनयोः सूत्रयोः समानं बलं भवति, अतः परसूत्रत्वेन अनेकाश्चित् सर्वस्य कार्यं करोति इति वार्ता अस्ति। एकवारं पुनः ध्वनिमुद्रणं सर्वे शृण्वन्तु। पठितवान् आसीत् इदानीं सम्यक् अभवत्। तदेव अस्ति, धन्यवादः। चतुर्थप्रयोजनमपि अस्ति अस्ति अस्ति, परन्तु तत्र तदपि अस्ति। अहम् अधुना केवलं किञ्चिदेव वदामि, किञ्चिदेव मया उक्तं, परन्तु हा तदेव अस्ति। अस्तु, तर्हि इदानीम् अस्माकं लोट् लकारे लट् लकारे लोट् लकारे परस्मैपदधातूनां कृते कथं कार्यं भवति इति अस्माभिः पठितम्। अधुना वयं नूतनं करपत्रं पश्यामः। तत्र चतुर्थकरपत्रं तिङ्गप्रत्ययानां सिद्धि, इदानीं तु लङ् लकारे विधिलिङ्लकारे इति वयं पठामः। तर्हि कृपया सर्वे यद् मया ई पत्रे प्रेषितं तत् लिङ्क् उद्घाटयन्तु। तिङ्प्रत्ययानां सिद्धिः द्वितीयभागं चतुर्थकरपत्रमस्ति। नमस्ते महोदय, क्षम्यतां, सुमन् अस्मि। नमस्ते महोदय, विलम्बेन आगतवती, क्षम्यताम्। अस्तु, तर्हि इदानीं पठामः। विजया महोदय अस्ति खलु? आं जि, महोदय पठतु। तिङ् प्रत्ययानां सिद्धिः, तत्र प्रथमे द्वितीये च पाठयोः, एतदेव वा? कुत्र अस्ति? न, तिङ् प्रत्ययानां सिद्धिः द्वितीयं चतुर्थकरपत्रम्। एतावता परस्मैपदी धातूनां कृते लटि लोटि च इति। आम् अस्तु जि, एतावता परस्मैपदी धातूनां कृते लटि लोटि च सिद्ध तिङ् प्रत्ययः एवमेव खलु? आमाम्। अस्तु जि, कथं भवन्ति इति अस्माभिः दृष्टं पूर्वमेव। स्मरणीयं यत् इदानीं यत्र अङ्गम् अदन्तम् अस्ति द्वादौ द्विवादौ सुधादौ सुरादौ च तत्रैव अस्माकम् अवधानम्। अङ्गम् अदन्तम् अस्ति चेत् नास्ति चेत् सिद्धप्रत्ययाः किञ्चित् भिन्ना किम् अस्ति तत्र? किञ्चित् भिन्नाः एव तत्र द्वादौ प्रथमगणाः, द्विवादौ चतुर्थगणः, सुधादौ षष्ठगणाः, सुरादौ दशमगणाः, एतत् सर्वम् अदन्तम् अङ्गम् इति तत्र अस्ति। अनदन्तम् इति शेषगणाः सन्ति तत्र, तावदेव तत्र। तत्र किञ्चित् भिन्नं कार्यं भवति, तत् अग्रे पश्यामः. इदानीं केवलम् अदन्त अङ्गस्य कृते कार्यं किमस्ति परस्मैपदधातूनां कृते इति अस्माभिः पठितम्. अस्तु अग्रे. अग्रे यथा उक्तं वा तत्र यथोक्तं पूर्वम् अस्माकं प्रमुखं चिन्तनं भवति दिवादि चुरादि गणे खलु. पठतु महोदय. चिन्तनं भवति अङ्गं निर्माणम् अपि च अङ्ग सिद्ध तिङ् प्रत्ययोः मेलने. सिद्ध तिङ् प्रत्ययाः कथं सिद्ध्यन्ति इति अत्र एकवारम् अवलोकयाम. येन अस्माकं तिङ्प्रत्ययः ज्ञानं तर्कयुक्तं स्यात्. एवञ्च यदा सिद्धतिङ्प्रत्ययाः कण्ठस्थीक्रियन्ते अस्माभिः कण्ठस्थीकरणं तु अतीव लाभदायकम् एव. तदा सूत्रधारीकृत्य कण्ठस्थीकरणं सुलभमेव. तत्र एतत् सर्वं प्रथमचिन्तनं तत्र किमस्ति चेत् सिद्धतिङ्प्रत्ययोः मेलनेन एतत् सर्वं गण लट् एतत् दशगणाः सन्ति खलु, एतत् सिद्धतिङ्प्रत्ययः कथं सिद्ध्यन्ति इति तत्र अस्ति. एतत् सर्वं कण्ठस्थीकरणं सुलभमेव. कण्ठस्थीकरणं चेत् स्मरणार्थम् एतत् सर्वं स्मरणार्थं तत् सर्वं सुलभमेव इति तत्र उक्तम्. सत्यं. तर्हि अत्र यथा मया पूर्वमेव उक्तं, तत्र क्रियापदस्य निर्माणे त्रीणि सोपानानि सन्ति. प्रथमसोपानं तु अङ्गस्य निर्माणं, तिङ्प्रत्ययस्य कृते यत् अङ्गम् अस्ति तत् तस्य निर्माणं, तदनन्तरमस्ति प्रत्ययस्य निर्माणं, तिङ्प्रत्ययस्य निर्माणं, सिद्धतिङ्प्रत्ययस्य निर्माणं, तदनन्तरम् अङ्गस्य सिद्धतिङ्प्रत्ययस्य मेलनं. तर्हि अधुना वयं सिद्धतिङ्प्रत्ययस्य निर्माणं कथं भवति तस्मिन् विषये अस्माकम् अधुना अध्ययनं भवति. तर्हि अग्रे पठतु. तर्हि तत्र किम् अस्ति जि एतत् बहु लघु अस्ति मम मुद्राणि. ओ तर्हि लटः प्रत्ययः, लटः. तर्हि लटः प्रत्ययः दृष्टाः अपि च लोटः प्रत्ययः नित्वत् सन्ति इति अस्माभिः अन्यायत. तत्र अतिदेश सूत्रम् अस्ति लोटि लङ्वत्. अतिदेशः नाम यस्य स्वभावः तथा नास्ति अतिदेशसूत्रेण तदैव व्यवह्रियते. यथा लोट् तु लिङ् नास्ति, ञित् नास्ति, किन्तु अतिदेशे सूत्रेण ञित्वत् व्यवह्रियते. अधुना ञित् लकारद्वयं लङ्लकार विधिलिङ्ग् लकार च परिशीलयामः. तत्र लट् लङ् लोट् विधिलिङ्ग् एतत् सर्वं दशलकाराः सन्ति. तत्र लोट् लोटः प्रत्ययः ञित्वत्, अनन्तरम् अतिदेशः अस्ति लोट् लङ्वत्. अतिदेशः नाम यस्य स्वभावः तदा नास्ति अतिदेशसूत्रेण तदेव तत्र व्यवह्रियते कार्यं लकारं सर्वं. यथा लोट् तु ञित् नास्ति तु तत्र अतिदेशसूत्रेण ञित्वत् व्यवह्रियते. तत्र ञित्वित् ञित् एव अतिदेशसूत्रेण तत्र कार्यं करोति, व्यवहारं करोति. तत्र अधुना वयं लङ्लकारविषये अनन्तरं विधिलिङ्गलकारविषये परिशीलयामः. सत्यं. तर्हि इदानीम् अधुना ञित् लकार ञित् लकारद्वयम् अस्ति, लङ्लकार विधिलिङ्गलकार, तस्य विषये वयं पठामः. लोट् लकारस्य विषये लट् लकारस्य विषये तु अस्माभिः पूर्वमेव पठितम्. इदानीं पुनः एकवारं चिन्तयतु अत्र किमर्थं लट् लोट् लङ् विधिलिङ्ग् एतेषां लकाराणां चिन्तनम् एव भवति, तस्य कारणमस्ति यत् एतानि लकाराणि एषः लकारः एताः लकाराः क्षम्यताम् एते लकाराः सर्वे सार्वधातुकलकाराः सन्ति. इदानीं सार्वधातुकलकाराणाम् एव चिन्तनं वयं कुर्मः. बहु अग्रे गत्वा वयं आर्धातुकलकाराणाम् अपि चिन्तनं वयं कुर्मः. अत्र सार्वधातुकलकाराणां चिन्तनम् अस्ति, अतः मध्ये धातोः तिङ्प्रत्ययस्य मध्ये विकरणप्रत्ययः आगच्छति इति तस्य मुख्यभेदः अस्ति. अस्तु, तर्हि धन्यवादः महोदय, अग्रे गच्छामः. तर्हि अत्र अग्रे धन्यवादः. भानु महोदय अग्रे पठतु कृपया. आं महोदय, परस्मैपदी धातूनां मूल तिङ् प्रत्ययः प्रत्ययाः तिप्तस्थि सिप्तस्थ मित्पस्म. परस्मैपदे लङ्लकारस्य तिङ् प्रत्ययसिद्धिः प्रेमाः. मूलतिङ् प्रत्ययेषु यत्र इकारः निप् लकारेषु तस्य इकारस्य लोपः, यथा ति भवति त, झि भवति भवति, अन्ति भवति अन्त अन्त, सि भवति स इति. महोदय, तत् यद् एरो अस्ति तत् कथं वदनीयं महोदय? अहं तु केवलं सी भवति स इति एव वदामि. इत्युक्ते इत्युक्ते अस्तु किं महोदय? सी इत्युक्ते सी इत्युक्ते इत्तो इत्युक्ते अन्ति. अस्तु, इति अपि कर्तुं अस्तु. अग्रे महोदय. तस् थस् थ मित् नित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशाः. न केवलं लङि अपि तु सर्वेषु नित्सु लकारेषु एते आदेशाः भवन्ति. वस् मस् अनयोः प्रत्ययोः सकारस्य लोपः. अयं लोपोऽपि सर्वेषु नित्सु लकारेषु भवति. महोदय, तर्हि तदेव महोदय. आं, सम्यक्. तर्हि अत्र वस्मस् तयोः स्थाने सकारस्य लोपः भवति. सः लोपः तु सर्वेषु नित्सु लकारेषु भवति. तत्र तस्थस्थ मित् तत्र अपि तेषां स्थाने तां तं त अम् इति अपि यत् ये आदेशाः भवन्ति ते अपि सर्वेषु नित्सु लकारेषु भवन्ति. तत्र लोटो लङ्गवत् इति सूत्रेण अस्माभिः दृष्टं यत् तस्थस्थ तम्युक् तस्य स्थाने ये आदेशाः भवन्ति ते लोटि अपि भवन्ति. वस्मस् तयोः प्रत्ययोः सकारस्य लोपः यद्भवति तदपि लोटि अपि भवति. अस्तु, तर्हि अग्रे पठतु महोदय. हलन्त्यम् एक त्रीणि त्रीणि यस्य कस्यापि अंशस्य अन्ते हल् वर्णः भवति तस्य हल् वर्णस्य इत् संज्ञा भवति. तस्य लोपः प्रथमाध्यायस्य तृतीयपादः पादस्य नवमसूत्रं. यस्य वर्णस्य इत्संज्ञा जाता तस्य लोपः भवति. तर्हि नियमान् अनुसृत्य कार्यम् एवं. टिक् इति पकारलोपः भवति. टि इति इ लोपः. त इति लङ् प्रत्ययः निष्पन्नः. तर्हि अधुना एकवारम् अग्रे गच्छतु. तत्र इकारलोपः केन सूत्रेण भवति इति तस्य नूतनसूत्रमस्ति. किञ्चित् अग्रे गच्छतु, सर्वे किञ्चित् अग्रे गच्छन्तु. तत्र इतश्च एकं सूत्रं लिखितमस्ति. इतश्च आम् महोदय, सर्वे प्राप्नुवन्ति वा? इतश्च इति सूत्रं किञ्चित् अग्रे अस्ति. अस्तु, तर्हि पठतु महोदय इतश्च इति सूत्रम्. इतश्च त्रीणि चत्वारि शतं णित् लकारस्य स्थाने यः परस्मैपदह्रस्व इकारान्त तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति येन विधिस्तदन्तस्य एक एक द्व द्वि सप्तविंशतिः इत्यनेन इकारान्तः सप्ततिः इत्यनेन इकारान्तः इत्यर्थः अलोन्त्यस्य एक एक द्वा पञ्चशत् इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य इकारस्य लोपः न तु पूर्णप्रत्ययस्य इतः षष्ठ्यान्तं च अव्ययपदं द्विपदम् इदं सूत्रम् इतश्च लोपः परस्मैपदेषु त्रीणि चत्वारि सप्तनवतिः इत्यस्मात् लोपः परस्मैपदेषु इत्यनयोः अनुवृत्तिः इत्यनयोः अनुवृत्तिः नित्यं नितः त्रीणि चत्वारि नवतिः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः लस्य त्रीणि चत्वारि सप्तसप्ततिः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नितः लस्य इतः परस्मैपदस्य लोपः किं लिखितं महोदय नित् लकारस्य स्थाने यः परस्मैपदी ह्रस्व इकारान्त तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति नित् लकारस्य अन्ते प्रत्ययं यदस्ति तत् तिङ् प्रत्ययस्य अन्त्य इकारस्य लोपः भवति कथम् इति परस्मैपदेषु एतत् सूत्रं परस्मैपदेषु तदपि परस्मैपदि तिङ् प्रत्यय तर्हि नित् लकारस्य स्थाने येन विधिस्तदं वदतु येन विधिस्तदन्तस्य तत् सूत्रेण इकारान्तः इति अर्थं सूचयति तर्हि श्रूयते किम् आम् महोदय मम सम्पर्कः भग्न अभवत् सर्वेषां सम्यक् अस्ति किम् आं सर्वं सम्यक् अस्ति सम्यक् अस्ति ओ अस्तु इट् सेलिङ्ग् मी काल् एण्डेड् इति न अस्तु अस्तु तर्हि महोदय अत्र येन विधिस्तदन्तस्य इति सूत्रस्य महत्त्वं किं किमर्थम् इति सूत्रं सूत्रस्य प्रयोगः अस्ति अत्र किञ्चित् सहायम् अपेक्षते महोदय तर्हि अनुवृत्तिसहितं सूत्र अन्तिम विकारः लोपः येन विधि तदस्ति इति सूत्रेण एतत् परिभाषासूत्रमस्ति तत्र अन्तिम इकारः लोपः एव एतत् विशेषणं तत्र इकारः लोपः न तत् तद् नास्ति महोदय भानु महोदय जानाति वा आं महोदय सर्वे शृण्वन्ति खलु सर्वे श्रोतुं शक्नुवन्ति खलु आं महोदय रघुपतिमहोदय अपि भवति वदति श्रोतुं न शक्नोति विजया महोदय शृण्वति एकवारं चेक् करोमि सम्यक् शृणोमि मलर् महोदय शृणोति वा एकनिमिषः मलर् महोदय शृणोति खलु शृणोमि महोदय अस्तु विधि महोदय विधि महोदय मीना महोदय शृणोति खलु? आं महोदय, सम्यक् शृणोमि. सुमित्रा महोदय, यः अपि एकनिमिषः महोदय, सुमित्रा महोदय शृणोति? केचन जनाः प्रायः न श्रोतुं शक्नुवन्ति. सुमित्रा महोदय न श्रोतुं शक्नोति. आम् सुमित्रा महोदय न श्रोतुं शक्नोति. सुमित्रा महोदय म्यूट् कृतवती. न न न न, तत्र सुमित्रा महोदय भवती श्रोतुं शक्नोति वा इदानीं? सुमित्रा महोदय, रघुपति सुमित्रा महोदय, रघुपति महोदय, सुमन महोदय, भवन्तः श्रोतुं शक्नुवन्ति वा? किञ्चित् प्राब्लम् अस्ति. हलो महोदय. आम् महोदय, कोऽपि अस्ति वा? आम् अस्ति महोदय. मध्ये किञ्चित् अपि किमपि श्रूयते? आं श्रूयते महोदय, सर्वं कुशलम् अस्ति वा? श्रूयते. ओ अस्तु, तर्हि एकनिमिषः. सुमित्रा महोदय भवती शृणोति वा? भग्नं जातः महोदय. Yeah, and I got kicked off the meeting many times, you know, call disconnected at the Abhavat. Idanim kimchit shruyate, but it is all, as I said, it's all kind of impulses. It's not continuous. Oh, kimchit problem asti va? Should we switch to Zoom? Does everybody have... No, I can't hear any, can't understand anything. One second, let me write on the chat.